नमस्कारः भगिनी, अस्माकं न्यायचिन्तनवर्गे स्वागतम्. प्रत्यक्षप्रमा इति विषयः वयं पठन्तः स्मः. तत्र वयं दृष्टवन्तः ज्ञानं द्विविधम्, अनुभवः अपि च स्मृतिः. अनुभवः अपि पुनः द्विविधं, यथार्थानुभवः अपि च अयथार्थानुभवः. यथार्थानुभवः तद्वति तत्प्रकारकं ज्ञानम् इत्युक्ते तत्र सत्यं ज्ञानम् इति प्रमा इति उच्यते. यथार्थज्ञानं, यथार्थानुभवः, प्रमा इति उच्यते. यथा रजते इदं रजतं, यथा अयं घटः इति ज्ञानं यथार्थानुभवः. पुनः यथार्थानुभवः चतुर्विधं, प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दबोधः इति. तस्य करणानि अपि चतुर्विधानि. प्रत्यक्षस्य करणमस्ति प्रत्यक्षम्, अनुमितेः करणम् अनुमानं, उपमितेः करणम् उपमानं, शाब्दबोधस्य करणं शब्दः. करणम् इत्युक्ते अत्र प्रमाणं, प्रमाणानि. अत्र प्रत्यक्षम् इत्युक्ते इन्द्रियम् इति अस्ति. इति वयं स्थूलरीत्या दृष्टवन्तः गते सप्ताहे. ततः अत्र प्रत्यक्षप्रमायाः लक्षणम् इति अस्ति. तत्र किञ्चित् संक्षिप्तरूपेण वदति वा प्रत्यक्षप्रमायाः लक्षणम् अत्र किम् अस्ति इति? प्रत्यक्षप्रमायाः लक्षणं ब्रह्म भिन्नत्वे सति इन्द्रियार्थसन्निकर्षगण्यत्वे प्रत्यक्षप्रमायाः लक्षणम् इति महोदय उक्तवान्. पुस्तके दत्तम् इन्द्रियार्थसन्निकर्ष गण्यत्वे इति दत्तमस्ति पुस्तके. किन्तु महोदय उक्तवान् यदि किञ्चित् भ्रमः नास्ति, मुक्तिका अस्ति, वयं रजतम् इति अवगच्छामः तत् यथार्थज्ञानं न भवति. अतः प्रत्यक्षप्रमा भ्रमभिन्नत्वे इति आवश्यकं भवति तत्र. सत्यं सत्यं, यतोहि यत्र भ्रमः अस्ति तत्रापि इन्द्रियस्य सन्निकर्षः भवति अर्थेन सह. अतः अत्र दलप्रयोजनार्थं ब्रह्मभिन्नत्वे सति इति योजनीयं. सत्यं सत्यं. तदनन्तरम् अत्र तत्र प्रत्यक्षप्रमा द्विविधं, द्विविधं निर्विकल्पकं सविकल्पकम् अस्ति. निर्विकल्पकम् इति यदा प्रथमक्षणे किञ्चित् पश्यामः इति भवति निर्विकल्पकं. निर्विकल्पकम् इत्युक्ते निर्विकल्पज्ञानं यदि अस्ति तत्र कुत्रापि किं प्रकारकज्ञानं नास्ति. प्रकारक अस्मिन् संस्कारिता, विषयता, विशेषता, त्रय प्रकारः आगच्छन्ति. तथा घटं भूतलवत् अस्ति, तत्र घट भवति प्रकारक. घटभूतलयो संयोगसम्बन्ध भवति संस्कृत सम्बन्ध, भूतलं भवति विशेषम् ईदृश भवति सप्रकारकज्ञानं. तु प्रथमे क्षणे निर्विकल्पकम् अस्ति. तदनन्तरं यदि इन्द्रियाणि सङ्कर्षं समीचीनं भवति तत् सप्रकारकज्ञानं भवति. तत् पुनः सप्रकारकज्ञानं सविकल्पज्ञानम् इति यदि वयं वदामः, तस्य चतुर् विभजनं भवति चतुर्विधं. द्वित्तोऽहं, ब्राह्मणोऽहं, श्यामोऽयं, पाचकोऽयं. यदि द्वित्तोऽयम् इति संज्ञा नियतप्रवृत्ति इति महोदय संज्ञाप्रवृत्तिनिमित्तकश. यत्र तत्र शब्दाः अपि चतुर्विधाः. अत्र दित्तः इति संज्ञाशब्दः, ब्राह्मणः इति जातिशब्दः, श्यामः इति गुणः, पाचकः इति क्रिया. तर्हि अत्र चत्वारि उदाहरणानि सन्ति. शब्दाः अपि चत्वारः शब्दाः. तर्हि अत्र दित्तः इति प्रयोगम् अहं किमर्थं तादृशशब्दप्रयोगं करोमि इति इत्युक्ते अत्र कोऽपि दित्तः इति संज्ञा अस्ति. संज्ञां निमित्तीकृत्य दित्तः इति शब्दस्य प्रयोगः इति कृत्वा तत्र संज्ञा. दित्त अर्थं संज्ञा अस्ति वा? दित्त इत्युक्ते संज्ञा. दित्त इत्युक्ते दित्त डवित्त इति संज्ञा अस्ति. यथा रमेशः इति संज्ञा, तत्र दित्त इत्युक्ते अत्र आङ्ग्लभाषायां वदामः खलु टाम्, डिक् एण्ड् ह्यारि इति. इत्युक्ते कोऽपि अस्ति कोऽपि अस्ति तस्य नाम डित्त इति तथा तस्य नाम रमेशः अपि भवितुम् अर्हति, सुरेशः अपि भवितुम् अर्हति. तर्हि इदानीम् एकः पुरुषः अस्ति, तस्य नाम अस्ति रमेशः. तर्हि रमेशः इति संज्ञा इति संज्ञां निमित्तीकृत्य रमेशः इति शब्दप्रयोगः भवति, अतः संज्ञाप्रवृत्तिनिमित्तकः शब्दः. एवमेव अत्र कोऽपि ब्राह्मणः अस्ति, तर्हि ब्राह्मणः इति शब्दस्य प्रयोगस्य निमित्तं ब्राह्मणः इति जातिः अस्ति. एवमेव गुणः अपि च क्रिया, गुणम् अधिकृत्य श्यामः इति शब्दप्रयोगः इति कृत्वा अत्र चत्वारि उदाहरणानि. अत्र सप्रकारकम् इत्युक्ते अत्र किं भगिनि? सप्रकारकं यः ज्ञान विशेषता संसर्गता अपि विषयता पूर्वकज्ञानम् अस्ति तद् भवति सप्रकारकज्ञानम्. सत्यं, सप्रकारक इत्युक्ते अत्र यथा भवती उक्तवती न केवलं प्रकारः, प्रकारः स्वयमेव स्थातुं न शक्नोति यावत्पर्यन्तं तस्य अधिकारः नास्ति, अधिकरणं नास्ति. अतः अत्र प्रकारः इत्युक्ते तस्मिन् विशेष्यः संसर्गता अपि अन्तर्भूतः. अस्तु, समीचीनम्. अस्तु, अग्रिमपृष्ठे वयम् अत्र प्रत्यक्षप्रमायाः इदानीं लक्षणं दृष्टवन्तः. इत्युक्ते प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षप्रमाणस्य लक्षणं तत्र किञ्चित् वदति वा? प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षकरणत्वं तत् करणत्वम् इति कथम् प्रथमं कार्यं सिद्धिः भवति, कार्यस्य कारणं ज्ञातुम् आवश्यकं, कारणनियतपूर्व अन्यथा चे कार्यस्य नियतपूर्ववर्तित्वम् इति यदि ज्ञानम् आगच्छति तत् कारणस्य कारणं भवति. तदनन्तरं कारणं यत् कारणम् असाधारणकारणमस्ति, असाधारणकारणं किम् अस्ति? व्यापारवत्वे सति कारणत्वं ज्ञानत्वम् इति भवति. व्यापारत्वे सति असाधारणकारणत्वम् असाधारणकारणत्वं तत् असाधारणकारणत्वं ज्ञानत्वे सति करणम् इति भवति, तत् भवति करणं. सो यदि करणं व्यापार यथा एकक्षणं भगिनि, एकक्षणं, व्यापारवत्वे सति असाधारणकारणं कस्य लक्षणम्? करणस्य लक्षणं, करणस्य लक्षणं. हा, समीचीनं. हा, वदतु. तत् चक्रभ्रमणि इति एकप्रकारं करणम् अस्ति घटनिर्माणं प्रति. अस्माकं प्रकृते उदाहरणे इन्द्रियसन्निकर्षं भवति करणम्, इन्द्रिय अर्थसन्निकर्षं भवति करणम् इति. अत्र अत्र इन्द्रिय अर्थसन्निकर्ष त्रीणि पदानि उक्तवती, तत्र तेषु त्रिषु पदेषु कस्य करणत्वम् अस्ति? इन्द्रियस्य करणत्वम् अस्ति, इन्द्रियस्य इन्द्रियत्र इन्द्रियस्य करणत्वम् अस्ति, इन्द्रियस्य करणत्वम् अस्ति. सत्यम्. अत्र सन्निकर्षः इति तस्य किं किं भवति? सन्निकर्षः भवति अर्थविषय तयो मध्ये यत् सन्निकर्षं भवति तद् भवति व्यापार, तत् व्यापारम् अस्ति इन्द्रियस्य व्यापारत्वे अर्थस्य ज्ञानम् आगच्छति. सत्यं, सत्यं, समीचीनं भगिनि, सम्यक् अस्ति. तर्हि अस्माकं क्रमः आसीत् प्रथमतया अत्र कार्यं नाम किम् इति ज्ञातव्यं. कार्यम् इति प्रत्यक्षम् इति अस्माकं कार्यम् अस्ति, कि कार्यं ज्ञायते चेत् तर्हि तस्य कारणं नाम किम् इति ज्ञातुं शक्नुमः. कारणं ज्ञायते चेत् तर्हि असाधारणकारणं नाम किम्? असाधारणकारणं ज्ञायते चेत् तर्हि करणं ज्ञायते, करणं ज्ञायते इति तादृशक्रमः अस्ति. हा, समीचीनमस्ति. तर्हि इदानीम् अत्र सूक्ति ललन्तिका इति अस्ति, ततः पठति वा? सूक्ति ललन्तिका प्रत्यक्षलक्षणघटकदलानां सार्थकम् इति अपि प्रत्यक्षलक्षणं, तस्य कार्यं भवति घटक एण्ड् कारणं भवति घटकम् इति अपि वयं जानीमः. प्रत्यक्षलक्षण प्रत्यक्षलक्षण अत्र प्रत्यक्षं भवति ज्ञानं, ज्ञान तस्य लक्षणं घटक ज्ञानमस्ति कार्यं घटककार्यं तत् भवति तस्य किं बलेन प्रत्यक्षलक्षणं भवति तस्य बलसार्थक्यम् इदानीं दत्तमस्ति. प्रत्यक्षलक्षणघटकानि कानि? प्रत्यक्षलक्षणघटकानि प्रत्यक्षम् इन्द्रियै घटकानि प्रत्यक्षलक्षणघटकं भवति ज्ञानम् विषयकज्ञानं भवति घटक. अत्र प्रत्यक्षम् अत्र प्रत्यक्षम् इत्युक्ते किम्? अत्र प्रत्यक्षम् इत्युक्ते ज्ञानं खलु? इदानीं ज्ञानस्य घटकानि कानि? ज्ञानस्य लक्षणघटकानि इन्द्रियसन्निकर्ष उत्पन्नं सत्यं सत्यं सत्यं सत्यं समीचीनम्. पठतु भगिनि. अर्थपदानुपादने इन्द्रियसन्निकर्षत्वं ज्ञानमिति लक्षणं भवेत् तथा सति अप्रसिद्धि. यः पदार्थः कस्यापि प्रमाणस्य विषयः न भवति प्रमाणजन्यप्रमितिविषयोः वा न भवति स अप्रसिद्धः इति उच्यते. यथा शशविषयं न हि केनचित् ज्ञात्वा तत् कदाचित् कुत्रचित् प्रत्यक्षेण अनुमानेन उपमानेन शब्देन वा ज्ञातुं शक्यम्. अतः शशविषाणं प्रसिद्धिम् इति उच्यते. तथैव इन्द्रियसन्निकर्ष उत्पन्नं ज्ञानं कच्चित् अप्रसिद्धं भवति. इदानीम् अस्माकं लक्षणवाक्यम् अस्ति इन्द्रिय अर्थसन्निकर्ष उत्पन्नं ज्ञानं. यदि तत् लक्षणवाक्यात् अर्थं वयं निकाषयामः तत्र लक्षणवाक्यं भवति इन्द्रियसन्निकर्षोत्पन्नं ज्ञानम् अर्थम् इति अनुपादाने इन्द्रियस्य सन्निकर्षत्वम् उत्पन्नं ज्ञानं भवति. अत्र भवति तत् असिद्धम् इदानीं किं प्रसिद्धम् अस्ति किम् अप्रसिद्धम् अस्ति. प्रसिद्ध तत् भवति यत् लोके अनुभवितज्ञानम् अस्ति. यत् लोके अनुभवितज्ञानं नास्ति तस्य अस्ति तन्नास्ति तद् भवति अप्रसिद्धः. यः पदार्थः कस्यापि प्रमाणस्य विषयः न भवति. यदि कोऽपि कार्यं भवति तस्य कारणम् अपि कारणं प्रमाणस्य विषयः मीन्स् प्रमाणस्य कारणं न कारणस्य विषयः नास्ति. यथा कोऽपि कारणमस्ति तस्य विषयकार्यं ज्ञानप्रति विषयः भवति तत् यः पदार्थः तत् प्रमाणप्रति विषयः नास्ति तत् प्रमाणजन्यं प्रवृत्तिविषये वा न भवति. तत् प्रमाणस्य ज्ञानं न भवति. तत् प्रमाणेन ज्ञानं उत्पद्यते तत् प्रसिद्धं नास्ति तस्य सिद्धत्वं नास्ति तर्हि तद् भवति अप्रसिद्ध. यथा प्रमाणजन्यप्रमितिः विषयः तस्य उदाहरणं किम्? प्रमाणजन्यप्रमिति कोऽपि प्रमाण यथा प्रमाण अस्ति घटकुलालदण्ड इति प्रमाण तेन जन्यप्रमिति घटं निर्मयति तत् प्रमाण आगच्छति घटस्य तत् भवति प्रमाणजन्यप्रमिति. परन्तु तत्र तु प्रमितिः ज्ञानस्य विषयः भवति खलु घटेन किमपि. परन्तु अत्र प्रमाणजन्यप्रमितेः विषयः प्रमितेः विषयः न भवति इति अस्ति खलु. अत्र तु अप्रसिद्धिः अस्ति सर्वे प्रमाणानां योऽपि प्रमाणजन्य प्रमाय भवति तद् ज्ञानं सर्व अत्र शशविषाणमेव उदाहरणं भगिनि. अत्र शशविषाणमेव उदाहरणं. शशः इति तु ज्ञानस्य विषयः अस्ति खलु. शशः शशः इति ज्ञानस्य विषयः अस्ति, परन्तु शशस्य विषाणं तस्य तु अप्रसिद्धिः अस्ति, तस्य तु ज्ञानस्य विषयः नास्ति. अतः प्रमाणजन्यप्रमितिः इत्यस्य उदाहरणं शशविषाणम् एव. अस्तु, तत् असिद्धिः अस्ति. प्रत्यक्षेन वा अनुमानेन उपमानेन वा शब्देन चतुर्विध ज्ञान वयं जानीमः. चतुर्विध प्रमायाः प्रकारा केनापि प्रकारेण तत्र शशस्य विषयं न भवति इति तत् भवति अप्रसिद्ध ज्ञानं यदि वयं वदामः शशविषयम् इति. समीचीनम्. एवमेव अर्थपदं नास्ति चेत् अत्र तादृशज्ञानमपि अप्रसिद्धं भवति. तस्य उदाहरणम् अत्र कथम् असिद्धं भवति, अप्रसिद्धं भवति इति अग्रे उच्यते, अग्रिमपरिच्छेदे. हा, परिच्छेदे. इदानीं भगिनी भवती किं कर्तुमिच्छति? भवती एव पठति वा, नो चेत् अहं पठामि अनन्तरं? अहं पठामि. अस्तु अस्तु अस्तु, हा पठतु, यतोहि पठतु भगिनि. प्रैवेट् ट्यूशन् न न, अहमपि इदानीम् अवगच्छामि. अहमपि इदानीं पठामि एव. अतः हा, भवती पठतु. तथा हि इन्द्रियस्य परमाणुना संयोगेन किञ्चित् बाधकम् एवम् आकाशस्य विभुत्वात् सर्वमूर्तत् संयुक्तत्वम् उक्तमेव. तर्हि इन्द्रियं सन्निकर्षपदेन चक्षुष परमाणुना आकाशेन वा सह सन्निकर्ष गृह्यते. तादृशसन्निकर्षजन्यं ज्ञानं प्रसिद्धम् उक्तं चेत् अप्रसिद्धम्. अस्तु, एतत् पर्यन्तं प्रथमं वदामि भगिनि. अस्तु अस्तु. इन्द्रियस्य परमाणुना संयोगेन किञ्चित् बाधकम् इन्द्रिय संयोगः भवति द्रव्यद्रवयोः. सो इन्द्रियमपि द्रव्य अस्ति, परमाणु अपि द्रव्य अस्ति, तयोः मध्ये संयोगः भवितुं शक्नोति. तस्य का बाधा न अस्ति इन्द्रिय परमाणु तयोः मध्ये. तथैव आकाश विभुः अस्ति, किन्तु आकाशः अपि द्रव्य अस्ति, इन्द्रियम् अस्ति, मूर्तद्रव्य अस्ति. सो विभुः मूर्तद्रवयोः संयोगः भवितुं शक्नोति. तथैव आकाश विभुत्वात् मूर्तद्रवयो इन्द्रियमूर्तद्रवयोः मध्ये अपि संयोगः भवितुं शक्नोति. तर्हि इन्द्रियसन्निकर्ष भूत्वा तथापि प्रत्यक्षज्ञानं न भवति, तस्य कारणं किम् अस्ति? परमाणुना आकाशेन सह सन्निकर्ष क्रियते, तादृशसन्निकर्षजन्य ज्ञानम् अप्रसिद्धं. तथा यथा वयम् उपरि दृष्टवन्तः के ज्ञानाः अप्रसिद्धं भवति, तथैव परमाणु इन्द्रियोः आकाश इन्द्रियोः सन्निकर्षत्वेन यज्ञानम् अस्ति तत् अप्रसिद्धम् अस्ति. तत् कारणं किम् अधो आगच्छति? उक्तं चेत् तत् एतत् द्रव्यप्रत्यक्षे महत्त्वम् उद्भूतरूपवता च कारणम् इति. परमाणु उद्भूतरूपसत्त्वे अपि महत्त्वं नास्ति, गगने महत्त्वसत्त्वे अपि उद्भूतरूपं नास्ति, तयोः प्रत्यक्षं नैव भवति. इदानीं दत्तमस्ति प्रत्यक्षकारणे प्रत्यक्ष द्वे निकषा प्रत्यक्ष भवति, द्वे निकषा आवश्यकं भवति. एकम् अस्ति उद्भूतरूपम्, अन्यतमस्ति परिमाणं. यत् परिमाणं परमाणु भिन्नपरिमाणम् अस्ति, इत्युक्ते महत्परिमाणम् अस्ति वा अन्यपदमपि अस्ति भगिनि मध्यमपरिमाणम् अस्ति वा महत्परिमाणम् अस्ति तथैव तत् परिमाणम् इन्द्रियस्य निकषः इति भवति तस्य अपि उद्भूतं रूपम् अस्ति तदा केवलं प्रत्यक्ष क्रमा भवति यदि कोऽपि एकं निकषा न भवति तस्य प्रत्यक्षं न भवति अतः परमाणु महत्तम् अस्ति तथैव यतोहि परमाणोः उद्भूतरूपम् अस्ति किन्तु परिमाणम् अस्ति तस्य प्रत्यक्षं न भवति आकाशे महत्परिमाणम् अस्ति किन्तु उद्भूतरूपं नास्ति तत्र आकाशस्य अपि न भवति प्रत्यक्षम् अतः तादृश सिद्धिवर्णनाय अर्थपदं निवेशनीयम् अर्थपदेन पदार्थनायोग्यता उच्यते ज्ञातुं योग्य इति अर्थ अतः इन्द्रियस्य ज्ञातुं योग्येन सह यः सन्निकर्ष स एव लक्षणघटकः गगनपरमाणु आदीनां तु योग्यत्वाभावेन अर्थत्वमेव नास्ति किन्तु घटादिपदार्थसह सन्निकर्ष एव ग्राह्य तज्जन्यप्रत्यक्षमपि सिद्ध्यति इति न दोषः तो अपि इदानीं यदि अर्थपदम् अनुपादाने किं भवति गगनं आकाशे अपि परमाणो दोषः आगच्छति तत् परमाणु गगने यदि सन्निकर्षः भवति तस्य प्रत्यक्षम् असम्भवः अस्ति इति भवति असम्भवदोषः अत्र सो तत् निवारणाय अर्थपदं निवेशनं भवति अतः अर्थ किं योग्यम् अस्ति कः अर्थयोग्य भवति यः अर्थ इन्द्रियेण सन्निकर्षः भूत्वा अपि तस्य प्रत्यक्षं भवति यत् उद्भूतरूपम् अस्ति यः अर्थेन सह अपि महत्परिमाणम् अस्ति तत् योग्य अर्थं भवति तत् एते निकषा यदि आगच्छन्ति तत्र अर्थघट पट इति सर्वे आगच्छन्ति तत्र तदा अर्थयोग्यता यदि वयं अर्थयोग्यता साधयामः अर्थपदेन अतः अर्थपदस्य निवेशं बहु आवश्यकमस्ति अर्थपदेन अत्र अत्र किं कीदृशसङ्केतः अस्ति अर्थपदेन इति पदार्थस्य योग्यता इति सङ्केतः अस्ति पदार्थस्य योग्यता यदा पदार्थे महत्त्वम् उचितं महत्त्वम् अस्ति अपि उद्भूतरूपम् अस्ति तदा पदार्थस्य योग्यता भवति सत्यं सत्यम् अत्र वस्तुतः यथा वयं पूर्वं दृष्टवन्तः यद्यपि वयं वदामः द्रव्यप्रत्यक्षे महत्त्वमपि आवश्यकम् उद्भूतरूपमपि आवश्यकम् इति विद्याधरीपुस्तके दत्तमस्ति परन्तु यथा वयं पूर्वं चर्चितवन्तः अत्र अत्र त्वगीन्द्रियेण उद्भूतरूपं नास्ति चेदपि वयं अवगन्तुं शक्नुमः खलु त्वगीन्द्रियेण स्पर्शेन तर्हि अत्र यद्यपि तथा अस्ति परन्तु वस्तुतः सर्वत्र उद्भूतरूपस्य आवश्यकता नास्ति त्वगीन्द्रियेण उद्भूतरूपं नास्ति चेदपि प्रत्यक्षं भवितुम् अर्हति त्वग् इन्द्रियेण अणुपरिमाणं नास्ति तस्य कारणं भवति. किम् अणुपरिमाणम् इत्युक्ते? अणुपरिमाणम् इत्युक्ते परमाणुपरिमाणं तत् नास्ति अत्र इन्द्रिये. न, मम पुरतः घटः अस्ति, अहं न पश्यामि. अहं मम नेत्रे उन्मील्य अहं केवलं घटमेव, घटस्य स्पर्शं करोमि, घटस्य अनुभवं करोमि, अहं घटस्य प्रत्यक्षं करोमि. अस्तु, प्रत्यक्षं करोमि. तर्हि उद्भूतरूपं नास्ति चेदपि प्रत्यक्षं भवितुमर्हति, परन्तु अत्र तथा दत्तमस्ति. सम्यक् एव, अत्र प्रायः मतभेदाः सन्ति. यथा पूर्वमपि वयं चर्चितवन्तः एतस्मिन् विषये. अस्तु अस्तु, अत्र तु स्पष्टमस्ति अर्थपदस्य अर्थपदं किमर्थं योजनीयम् इति स्पष्टमस्ति. अग्रे अत्र सन्निकर्ष इति पदस्य सार्थक्यं हा अत्र किम् अस्ति? द्रव्यप्रत्यक्षे संयोगः, रूपादिप्रत्यक्षे संयुक्तसमवाय, शब्दप्रत्यक्षे समवाय इत्यादि सन्निकर्षाः अग्रे वक्ष्यन्ते. तत्र इन्द्रियार्थसंयोगोत्पन्नम् इति लक्षणकरणे संयुक्तसमवाय आदि द्रव्यप्रत्यक्षं संयोगात् संयोगोत्पन्नं न भवति इति तस्मिन् अव्याप्ति. एवमेव इन्द्रियार्थसमवायजन्यं ज्ञानम् इति लक्षणे शब्दप्रत्यक्षस्य एव सङ्ग्रहो भवेत् न अन्येषाम् इति सर्व सन्निकर्षसङ्घाय तदेव पदम् उपातम्. सन्निकर्षपदं सम्बन्ध अर्थकं संयोग संयुक्तसमवाय समवाय एवम् आदाय भवन्ति एव सम्बन्धा इति सर्वेषां ग्रहणं भवति. सन्निकर्षसम्बन्ध यदि वयं सन्निकर्ष अनुपादने लक्षणवाक्यं भवति इन्द्रिय तस्य स्थाने यदि संयोग वयं निवेशयामः तु इन्द्रियसंयोग उत्पन्नम् इति लक्षणवाक्यं भवति. इन्द्रियसंयोग यदि लक्षणवाक्यं भवति तत्र केवलं संयोगसम्बन्ध आगच्छति. यत्रापि इन्द्रियस्य संयोगेन केवलं सन्निकर्षः भवति तदा इलकहस्तपुस्तकयो इति संयोगः आगच्छति. किन्तु शब्दप्रत्यक्ष श्रोत्रेन्द्रे शब्द न सन्निकर्ष यद् भवति तत् समवायसम्बन्धेन अस्ति तस्य निवेशनं न भवति. तत्र दोषम् आगच्छति. तत्र यदि संयुक्तसमवायसम्बन्ध घटरूपस्य भवति संयुक्तसमवायसम्बन्ध तत्रापि दोषः आगच्छति. अतः केवलं संयोग यदि निवेशयामः तत् दोषं भवति. अतिव्याप्तिदोषः आगच्छति तत्र. यदि अतिव्याप्तिः वा न अतिव्याप्ति तत्र अपि अस्ति अव्याप्तिदोषः अव्याप्तिदोषः आगच्छति. यदि समवायसम्बन्ध केवलं वयं निवेशयामः तत्र केवलं शब्दसमवायः आगच्छति. किन्तु अन्या सम्बन्धा घटभूतलसंयोग वा संयुक्तसमवाय इति अन्या सम्बन्धा न आगच्छति. तत्र अतः सन्निकर्ष पदस्य निवेशयम् आवश्यकं भवति. महोदय उक्तवान् षड् सम्बन्धाः सन्ति संयोगसमवाय संयुक्तसमवाय समवाय संयुक्त समवेतं विशेषविशेषणम् एकम् समवेतसमवायः अस्तु विशेष संयोगः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावः अस्तु. ते षड् सम्बन्धाः आगच्छन्ति. अस्तु, अग्रे अस्ति. यदि वयं उत्पन्नपदं यदि वयं निकाषमय न निवेश निवेशयामः किं भवति अर्थपदेन यथा विषयसहयोग्यता लब्धा तद्वत् एव उत्पन्नपदेन सन्निकषस्य अपि योग्यता लभ्यते. कीदृशसन्निकषलक्षणघटक योग्यः यः ज्ञानोत्पद उत्पदनयोग्यः अन्यया भीत्या व्यवहृते तस्य तया संयुक्ते पदार्थे चक्षुषः स्वसंयुक्तसंयोगः अस्ति इति सोऽपि सन्निकषः स्यात्, परन्तु भीत्या व्यवधानात् न सः पदार्थः गृह्यते इति प्रसिद्धमेव. चक्षुसंयुक्तसंयोगः सन्निकषस्तु तेन अस्ति एव इति पुनः पूर्वत् एव तज्जन्यज्ञानाभावत् असिद्धि. उत्पन्न पदोपादाने उत्पदकरानिकष एव ग्राह्य भवति न इति न दोषः. यदि वयं सन्निकषसहित उत्पन्नपद न योजयामः तं किं भवति, सन्निकष आगच्छति तस्मिन् यथा उदाहरणम् अस्ति भित्तिः अस्ति परस्मिन् पार्श्वे तत्र चित्रमस्ति, किन्तु इन्द्रियसन्निकष केवलं भित्त्यां भित्तेन सह अस्ति न तु भित्त्याः सह अस्ति न तु चित्रेण सह. यदि वयं अर्थ सन्निकषः केवलं वदामः उत्पन्न न वदामः तो तत्र चित्रसंयोग भित्त्याः सह अस्ति, भित्त्याः सन्निकष इन्द्रेण सह भवति तो तत्र चित्रमपि तत्र स्वसंयुक्तसंयोगसम्बन्धः आगच्छति, तत्र दोषः आगच्छति तत्र. अतः उत्पन्नपदम् आवश्यकम् अस्ति कारणं कि यदि सन्निकर्षः केवलं भित्त्या सह अस्ति न तु चित्रेण सह तत् चित्रं न आगच्छति तत् प्रत्यक्षे, अतः सन्निकर्षः सह उत्पन्नपदम् अपि योजयामः. अहं न अवगच्छामि उत्पदस्य योग्यता किम् अस्ति इति. हा अत्र अत्र पश्यतु भगिनि, इदानीम् अस्माकं लक्ष्यं किं, मम लक्ष्यमस्ति अहं चित्रस्य ज्ञानं भवतु इति मम लक्ष्यमस्ति. यदि मम पुरतः चित्रमस्ति चेत् अहम् अवगच्छामि चित्रमस्ति इति ज्ञानं भवति, परन्तु इदानीं चित्रमस्ति एकस्मिन् पक्षे मध्ये भीतिः अस्ति इति, इदानीं चित्रमेव मम लक्ष्यम् अस्ति, तर्हि मध्ये भित्तिः अस्ति चेत् वयं सर्वे जानीमः भित्तिः मध्ये अस्ति चेत् चित्रस्य ज्ञानं न भवति इति. तर्हि अत्र उत्पन्नपदम् इति किमर्थं योजनीयम् इति चेत् एतादृशी परिस्थितिः यत्र मध्ये भित्तिः अस्ति अपरस्मिन् पक्षे चित्रम् अस्ति तत्रापि सन्निकर्षः अस्ति. कीदृशसन्निकर्षः इत्युक्ते स्वसंयुक्तसंयोगसन्निकर्षः अस्ति, परन्तु तादृशसन्निकर्षेण ज्ञानं न भवति यतोहि मध्ये भित्तिः अस्ति. तर्हि तादृशसन्निकर्षस्य निवारणार्थम् अत्र उत्पन्नपदम्, उत्पन्नम् इत्युक्ते अत्र तादृशसन्निकर्षः येन ज्ञानम् उत्पद्यते, अत्र भित्तिः मध्ये अस्ति चेत् ज्ञानं न उत्पद्यते, अतः उत्पन्नपदम् इत्युक्ते ज्ञानोत्पादनयोग्यसन्निकर्षः. अस्तु, अन्तिम वाक्यं उत्पन्नपदोपादाने उत्पादकसन्निकष एव ग्राह्य भवति न दोषः. उत्पन्नपद उपादाने वयं केवलं यत्र सन्निकष भवति तत् ग्राह्यं भवति, न तु अन्य अर्थ ग्राह्यं भवति इति. अस्तु, हा अत्र केवलं तादृशसन्निकर्षः यत्र ज्ञानस्य उत्पादनं भवति, केवलं तादृशसन्निकर्षस्य एव ग्रहणं न तु अन्यरीत्या सन्निकर्षः, यत्र ज्ञानमेव न उत्पद्यते. इदानीं यदि भित्तिः एव अस्माकं लक्ष्यम् अस्ति इति चेत्, यदि भित्तेः ज्ञानं तर्हि भित्तिः भित्तेः दर्शनं भवति, ज्ञानमपि भवति, प्रत्यक्षं भवति, तर्हि तत्र दोषः नास्ति. परन्तु चित्रम् अस्माकं लक्ष्यमस्ति चेत्, मध्ये भित्तिः अस्ति चेत् तत्र ज्ञानं न भवति. अतः उत्पन्नपदं यावत्पर्यन्तं तादृशसम्बन्धः नास्ति यत्र ज्ञानं न उत्पद्यते, तर्हि अत्र उत्पन्नपदस्य सार्थक्यं तदेव अस्ति. अतः सन्निकर्षः यत्किमपि सन्निकर्षः न भवतु, परन्तु तादृशसन्निकर्षः अथवा तादृशसम्बन्धः येन अनुभविकरीत्या ज्ञानं भवति. यतोहि ईश्वरस्य दृष्ट्या तु ज्ञानं भवति एव, तत् सरसा तु सर्वज्ञः अस्ति. भित्तिः मध्ये अस्ति चेदपि चित्रस्य ज्ञानं भवति, परन्तु अस्माकं मनुष्याणां कृते मध्ये भित्तिः अस्ति चेत् ज्ञानं न भवति. अस्तु, अनुमानं यदि वयं पूर्वं दृष्टं उपमिति भवितुं शक्नोति, बट् न तु प्रत्यक्ष. हा, सत्यं सत्यं, अनुमितिः भवितुम् अर्हति. यतोहि पूर्वं वयं दृष्टवन्तः, परन्तु इदानीम् अत्र सङ्केतः किमपि अस्ति वा इति, अत्र सङ्केतः किमपि अस्ति वा इति, हेतुः किमपि अस्ति वा इति द्रष्टव्यं. परन्तु हा, अत्र प्रत्यक्षम् इति, प्रत्यक्षं कदा भवति? यदा विषयः अस्ति पुरतः. इदानीम् अत्र चित्रमेव विषयः अस्ति चेत्, चित्रं यावत्पर्यन्तं मम पुरतः नास्ति तावत्पर्यन्तं चित्रस्य ज्ञानं न भवति. अतः विषयः अपि आवश्यकः प्रत्यक्षस्थले. अस्तु, अग्रे. इन्द्रियपदं तर्हि अनर्थकम्. इदानीं यदि इन्द्रिय पदं वयं न निवेशयामः, किं भवति? भवती सन्निकषोत्पन्नज्ञानम् इति भवति लक्षणस्य वाक्यं. यद्यपि मिश्रैः टीकायाम् इन्द्रिय अर्थ सन्निकषजन्यम् इति अतः इन्द्रियपदप्रयोजनं न उक्तं, तथापि तैः दशदिशाः वयं चिन्तयितुं प्रभवामः. अर्थप्रदस्य असत्त्वे भगिनी न श्रूयते. इदानीं कं ध्वनि आगच्छति, यु आर् इन्पुट् इन्वाल्ड् इति. तथापि दशदिशाः वयं चिन्तयितुं प्रभवामः. यथा अर्थपदस्य असत्त्वे परमाणु काशादिग्रहणेन असिद्धि दर्शिता, तथा इन्द्रियपद अनुपादाने अर्थस्य ज्ञातुं योग्यस्य घटाभिसमीकस्य संयोगादि घटान्तरेण भूतलेन वा जायमान स्वीकार्य. तत्पर्यन्तं भगिनी प्रथमं वदामि. मिश्रैः टीकायां यत् कृतवान् मिश्रैः न्यायिकानि, ते सः इन्द्रियपद सदल्यसाधकं तेन न दत्तम् अस्ति. तस्य इन्द्रियसाधकं न उक्तं, तथापि वयम् अत्र विद्यावर्यां वयं चिन्तयितुं शक्नुमः इति अस्ति. यत् अर्थपदस्य असत्त्वे परमाणु आकाशादिग्रहणेन असिद्धि दर्शिता. पूर्वं वयं दृष्टवन्तः यदि अर्थपद अनुपादाने परमाणु अपि आकाशे आकाशात् अर्थ तस्य असिद्धिः अस्ति. आकाश वा परमाणु यत्र सन्निकर्षः अस्ति, तथापि अर्थयोग्य नास्ति परमाणु आकाश. तथैव इन्द्रियपद अनुपादाने अर्थस्य ज्ञातुं योग्य, तथैव वयम् इन्द्रियस्य अनुपादाने योग्य अर्थस्य योग्यं ज्ञातुं शक्नुमः, किं योग्यमस्ति इति. अत्र ज्ञानपदं नास्ति चेत् केवलम् अर्थः अस्ति, अर्थः ज्ञातुं योग्यम् अस्ति, तर्हि अर्थद्वयम् अस्ति, घटः अस्ति, नीलघटः अस्ति, पीतघटः अस्ति, घटद्वयम् अस्ति, तयोः सन्निकर्षेण ज्ञानं न भवति इति अत्र दत्तमस्ति. अत्र घटः अस्ति, घटघटयोः सन्निकर्षः अस्ति चेत् तादृशसन्निकर्षेण ज्ञानं न भवति यावत्पर्यन्तम् इन्द्रियं नास्ति इति अत्र अत्र दत्तमस्ति. अतः इन्द्रियमपि लक्षणवाक्ये इन्द्रियमपि भवेत्, यतोहि इन्द्रियं नास्ति चेत् घटस्य अन्येन घटेन सह अथवा घटस्य भूतलेन सह अथवा घटस्य पटेन सह तादृशसन्निकर्षः भवति चेत् तादृशसन्निकर्षेण ज्ञानं न उत्पद्यते. यद्यपि अर्थद्वयमपि ज्ञातुं योग्यः, परन्तु इन्द्रियं नास्ति इति अत्र प्रथमतया तादृशम् उच्यते. तादृशसन्निकर्षेण न प्रत्यक्ष उत्पत्ति भवति, पूर्ववत् एव असिद्धि. यथा भवती इदानीम् उक्तवती भूतल घटभूतलयो घटघटयो संयोग यदि अस्ति तत् प्रत्यक्षं न भवति यदि इन्द्रियेण सन्निकर्ष वयं न वदामः इन्द्रियपद अनुपादाने तस्य प्रत्यक्षस्य कस्य असिद्धिः अस्ति अत्र तादृशसन्निकर्षेण प्रत्यक्ष उत्पत्ति भवति पूर्वत् एव असिद्धि. असिद्धि कस्य अर्थस्य अस्ति वा ज्ञानस्य अस्ति? ज्ञानस्य तादृश असिद्धिः इत्युक्ते अनुभविकज्ञानं न भवति इत्युक्ते तादृश यदि घटघटयोः सन्निकर्षः अस्ति चेत् तादृशसन्निकर्षेण ज्ञानं न भवति. योग्यज्ञानस्य असिद्धिः भवति अत्र. सत्यम्. अच्छा, अतः इन्द्रिय पद उपादानं तत् उपादाने सति न घटान्तरेण भूतलेन वा सह अर्थस्य सन्निकर्ष इन्द्रियार्थसन्निकर्ष इति नासिद्धि. अतः यथा वयम् इदानीम् उक्तवन्तः घटभूतले वा घटघटयो संयोगः अथ इन्द्रिय सन्निकर्ष इति यदि इन्द्रियार्थम् उपादाने तत् संयोग सिद्धिः भवति न तु असिद्धिः भवति तस्य संयोगस्य इति प्रथमतया उच्यते, तथा उच्यते, परन्तु अग्रे तथा नास्ति इति अपि उच्यते. अस्तु, परन्तु उत्पन्नपदेन ज्ञानोत्पदनयोग्यसन्निकर्षः एव संयोगादिग्राह्य इति प्राक् उक्तं घटस्य घटान्तरेण भूतलेन सह वा संयोग न ज्ञानो उत्पादकः तथा च उत्पन्नपदानेन तथा कुड्यादिव्यवहितपदार्थसन्निकर्षवारणं तथा अस्य संयोगस्य अपि वारणात् पुनरपि इन्द्रियपदं भवेत् एव अनर्थकम्. इदानीं यदि उत्पन्नपद अस्ति तत् उत्पन्नपदेन तस्य पदस्य बलेन ज्ञानं यः सन्निकर्षेण ज्ञानं भवति यथा वयं दृष्टवन्तः घटघटयो घटभूतलेन संयोग तत्र ज्ञानं कथं भवति तत् उत्पन्न यदि वदामः तस्मिन् आशय इन्द्रियस्य आशय प्राकृतिक रूप्या आगच्छति तत्र उत्पन्नपदे बलेन तस्य शक्तिः अस्ति उत्पन्नपदे कि तत्र संयोग भवति सन्निकर्षेण अतः यथा भीत्या व्यधानम् अपि अस्ति भीत्या तत्र संयोग यदि व्यधानं भूत्वा अपि संयोग अस्ति तत्र तत्र अपि इन्द्रियस्य सन्निकर्ष उत्पन्ने आगच्छति तत्र यदि इन्द्रियं वयं न वदामः तस्य कोऽपि नापि अस्ति वा अपि इन्द्रिय वदामः या न वदामः तस्य को भेदः न भवति अस्मिन् ज्ञानं प्रति. किमर्थं भेदः न भवति? कारणं यदि उत्पन्नम् अस्ति, यद् उत्पन्न पद वयं योजयामः तत्पदे उत्पन्न तत्पदे बलम् अस्ति इन्द्रियस्य सन्निकर्षस्य. कथमस्ति बलम्? बलमस्ति कारणं कि उत्पन्नं न भवति यदि ज्ञानस्य उत्पन्नं न आगच्छति यत्र इन्द्रियस्य सन्निकर्ष अर्थेन सह न भवति. ज्ञानं न उत्पद्यते अत्र. उत्पन्नपदम् उत्पन्नपदेन तादृशसन्निकर्षस्य ग्रहणं येन ज्ञानम् उत्पद्यते. अतः न यः कोऽपि सन्निकर्षः परन्तु तादृशसन्निकर्षः येन ज्ञानम् उत्पद्यते तर्हि उत्पन्नपदेन तस्य तादृश अर्थः अस्ति. अतः एव मध्ये भित्तिः अस्ति चेत् ज्ञानं न भवति, चित्रस्य ज्ञानं न भवति इति कृत्वा उत्पन्नपदेन तादृश स्वसंयुक्तसंयोगसम्बन्धस्य ग्रहणं नास्ति इति उदाहरणे दृष्टवन्तः. तर्हि अत्र इन्द्रियपदं पूर्वस्मिन् परिच्छेदे इन्द्रियपदं योजनीयं. किमर्थम् इति चेत् अर्थस्य अर्थेन सह सन्निकर्षः भवति चेत् तादृशसन्निकर्षः ज्ञानं न उत्पद्यते इति उक्तं. तर्हि उत्पन्नपदेन एव तादृशसन्निकर्षस्य ग्रहणं न भवति तर्हि पुनः इन्द्रियपदम् अनर्थकं, तस्य आवश्यकता एव नास्ति. अस्तु, अतः एव उत्पन्नपदे अन्तिमपरिच्छेदं भवति. अस्तु अत्र किञ्च अर्थपदेन वाक्येन जानामि किन्तु वाक्यस्य अर्थं वाक्यशः पठित्वा वदामि. अस्तु, किञ्च अर्थपदेन योग्यस्य वस्तुनः ग्रहणं कर्तव्यम् इति प्रागुक्तम्. अस्तु, अत्र अर्थपदं किमर्थं योजितम् इति वयं जानीमः. अर्थपदेन पदार्थस्य योग्यता भवेत्, पदार्थस्य प्रत्यक्षयोग्यता भवेत् इत्युक्ते तस्मिन् महत्त्वं भवेत् अपि च रूपं भवेत् इति वयं दृष्टवन्तः. अतः अर्थपदं योजितं. तादृशाः घटः घटान्तरं भूतलं वा, तर्हि घटः अपि अर्थः अस्ति, घटान्तरं पटः मठः यत्किमपि भवतु तादृशपदार्थः अपि अर्थः एव अस्ति, पदार्थः एव अस्ति, भूतलमपि पदार्थः एव अस्ति इति कृत्वा अर्थपदेन एतादृशपदार्थानां ग्रहणं भवति. तर्हि तयोः संयोगः अपि तर्हि योग्यः एव. अर्थपदेन तादृशपदार्थस्य ग्रहणं यस्मिन् ज्ञानयोग्यता अस्ति इति उक्तं. तर्हि घटः अपि ज्ञानयोग्यपदार्थः अस्ति, घटान्तरम् अथवा भूतलमपि ज्ञानयोग्यपदार्थः अस्ति. तर्हि तयोः संयोगः यदा हि भवति तर्हि तादृशसंयोगः अपि योग्यः एव. घटः अस्ति, घटस्य घटेन सह संयोगः अस्ति चेत् तादृशसंयोगः अपि योग्यसंयोगः एव. तर्हि चक्षुरादिना वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण ज्ञातुं शक्यः. तर्हि इदानीम् इन्द्रियमिति पदम् अस्ति चेत् इन्द्रियपदेन वयं स्वसंयुक्तसमवायसन्निकर्षेण वयं ज्ञातुं शक्नुमः. अस्तु, इदानीं पूर्वं भगिनि अत्र स्वः भवति इन्द्रियं चक्षुरादिना इति अस्ति तर्हि इन्द्रियमेव स्व. अत्र घटः घटद्वयम् अस्ति, घटः पटः अस्ति इति चिन्तयामः. घटः अत्र घटः अस्ति, घटे रूपम् अस्ति इति चिन्तयामः. तर्हि चक्षोः घटेन सह संयोगः, अनन्तरं घटे रूपम् अस्ति, रूपं समवायेन अस्ति, अतः स्वसंयुक्तसमवायसन्निकर्षः इति ज्ञातुं शक्नुमः तत्र. इदानीं यत्र प्रत्यक्षस्थले यत्र प्रत्यक्षप्रमा भवति तत्र पर्वते वह्निः अस्ति. इदानीम् अहं वह्निं पश्यामि, वह्निः एव विषयः अस्ति, मम ज्ञानस्य विषयः अस्ति. तर्हि वह्निः अस्ति इति कृत्वा वह्निः अपि मम ज्ञानस्य विषयः अस्ति, सः अपि कारणमेव, कारणमेव स्वप्रत्यक्षं प्रति कारणमेव वह्निः. अत्र अनुमितेः स्थले तादृशं नास्ति. अनुमितेः स्थले पर्वते धूमः एव अहं पश्यामि, वह्निः नास्ति. पूर्वं वह्निः आसीत्, इदानीं धूममेव पश्यामि, परन्तु धूमं दृष्ट्वा अहं वह्नेः अनुमानं करोमि. इदानीं वह्निः मम विषयः नास्ति. वह्निः इति वह्निः एव मम ज्ञानस्य विषयः, परन्तु तादृशविषयः मम पुरतः नास्ति. तथापि अहं तस्मिन् सन्दर्भे ज्ञातुं शक्नोमि, परन्तु प्रत्यक्षस्थले विषयस्य आवश्यकता अस्ति. अतः एषः संयोगः ज्ञानोत्पादनसमर्थो अपि भवति. अतः केवलं विषयः एव अस्ति, तथापि अत्र संयोगः, अत्र घटस्य घटेन एव संयोगः इति भवति चेत् तथापि तत्र ज्ञानोत्पादनसमर्थः अस्ति, यतोहि पदार्थद्वये अपि योग्यता अस्ति, प्रत्यक्षयोग्यता अस्ति. अतः तादृशप्रत्यक्षमपि मम प्रत्यक्षमेव इति प्रसिद्धयति. अतः किमर्थं पूर्वं तथा उक्तम्? अत्र इन्द्रियपदं नास्ति चेत् अर्थद्वयस्य सन्निकर्षेण ज्ञानं न उत्पद्यते इति किमर्थं तादृशम् उक्तं? तथा नास्ति, वस्तुस्थितिः तथा नास्ति. यद्यपि पूर्वं तथा उक्तम्, अत्र वस्तुस्थितिः तथा नास्ति. अर्थद्वयस्य सन्निकर्षेण यः सन्निकर्षः अस्ति, तादृशसन्निकर्षः अपि ज्ञानम् उत्पद्यते. अतः अत्र इन्द्रियपदस्य वस्तुतया आवश्यकता एव नास्ति. अत्र अर्थपदेन पदार्थस्य योग्यता अस्ति, उत्पन्नपदेन अत्र ज्ञातुं योग्यसन्निकर्षः इति पदद्वयम् अस्ति. तेन एव मम प्रत्यक्षज्ञानं भवति, यतोहि विषयः एव प्रत्यक्षं प्रति कारणम् अस्ति. अतः अत्र इन्द्रियपदस्य आवश्यकता एव नास्ति. अतः अत्र पूर्वम् इन्द्रियपदं नास्ति चेत् ज्ञानम् असिद्धम् इति उच्यते, तत्तु सम्यक् नास्ति. तथा परिस्थितिः तथा नास्ति एव. अत्र इन्द्रियपदं नास्ति चेदपि अर्थद्वयोः सन्निकर्षेण ज्ञानं तु उत्पद्यते एव. अतः एव मिश्रैः तत्पदप्रयोजनं न अभिहितम्. अतः एव मिश्रैः तत्र न्यायवर्तिटीकायाम् इन्द्रियपदस्य प्रयोजनं न उक्तं, यतोहि तस्य आवश्यकता एव नास्ति इति अस्माभिः तु बुद्धिवैषद्या चिन्तितम्. अस्तु, अहं वदामि. पूर्वं वयं जानीमः इन्द्रियपद अनुपादानि यदि संयोग घटघटान्तर घटभूतलयोः संयोग इति असिद्धं भवति यदि सन्निकर्षण अस्ति अस्येन सह इन्द्रियस्य तत् इन्द्रियपदं उपादनम् आवश्यकं भवति. किन्तु तदनन्तरं वयं जानीमः यदि उत्पन्नपदं योजयामः, उत्पन्नपदयोजनेन तत् बलम् अस्ति पदे, तस्य पदबलेन इन्द्रियस्य सम्यक् ज्ञानं भवति. उत्पन्नज्ञानं कीदृशज्ञानम् अस्ति, तज्ज्ञानं प्रत्यक्षं ज्ञानम् अस्ति, संयोग अर्थयोः संयोग अपि तस्य कारणं सिद्धं भवति. उत्पन्नपदे ज्ञान उत्पन्नपदे योजनेन यथा अर्थस्य योग्यता पूर्वं वयं जानीमः महत्त्व इति उद्भूतरूपेण, अत्र अपि ज्ञानस्य योग्यता आगच्छति उत्पन्नज्ञानपदेन. तत् इन्द्रियस्य यदि अनुपादाने अपि कोऽपि न भवति, तस्य प्रत्यक्षज्ञानं वस्तुतः आगच्छति. समीचीनं भगिनि, अस्तु अस्तु, सम्यक् अस्ति. हा, तावत्पर्यन्तमेव वयं वर्गीकृतवन्तः खलु. हा, अस्तु, धन्यवादः. तर्हि धन्यवादः भगिनि, नमस्कारः, शुभरात्रिः. धन्यवादः, अस्तु.